पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 33 ऋषय ऊचुः शप्ता गन्धर्वपुत्रेण सुशङ्खेन महात्मना तस्य शापात् कथं जाता किं किं कर्म कृतं तया सालेभे कीदृशं पुत्रं तस्य शापाद्विजोत्तम सुनीधायाश्च चरितं त्वं नो विस्तरदो वद सूत उवाच सुशङ्खेनापि तेनैव सा शप्ता तनुमध्यमा पितुस्थानं गता साधु सुनीता दुःखपीडिता पितरं चात्मनश्चैव चरितं च प्रकाशितं श्रुतवान् सोऽपि धर्मात्मा मृत्युसत्यवदां वर तामुवाच सुनीधां तु सुधां शप्तां महात्मना भवत्या दुष्कृतं पापं धर्म तेजप्रणाशनम् कस्मात् कृतं महाभागे सुशान्तस्य हि ताडनं विरुद्धं सर्वलोकस्य भवत्या परिकल्पितं कामक्रोधविहीनं तं सुशान्तं धर्ममवत्सलं तपो मार्गे विलीनं च परब्रह्मणि संस्थितं तमेव खादयेद्यो वै तस्य पापं शृणुष्व हि पापात्मा जायते पुत्रकिल्बिषं लभते बहु ताडं तं ताडयेद्यो वै क्रोशन्तं क्रोशयेत् पुनः तस्य पापं स वै भुङ्क्ते ताडितस्य न संशयः स वै शान्तसज्जितात्मा ताडयन्तं न ताडयेद निर्दोषं प्रदियेनापि ताडनं च कृतं सुते पश्चान्मोहेन पापेन निर्दोष्येऽपि च ताडयेद निर्दोषं प्रदियेनापि हृद्रोगः क्रियते वृथा निर्दोषं ताडयेत् पश्चान्मोहात् पापेन केनचिद् स पापी पापमाप्नोति निर्दोषस्य शरीरजं निर्दोषो खादयेत्तं वै ताडन्तं पापचेतसं पुनरुद्धाय वेगेन साहसात् पापचेतनं पापकर्तुश्च यत्पापं निर्दोषं प्रतिगच्छति ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च दुष्कृतं च महत्पुत्रित्वयैव परिपालितं शप्ता तेनापि याद्यैव तस्मात् पुण्यं समाचर सदां सङ्गं समासाद्य सदैव परिवर्तय योगध्यानेन ज्ञानेन परिवर्तय नन्दिनी सदां सङ्गो महापुण्यो बहुश्रेयो विधायकः बाले पश्य सुदुष्टान्तं सदां सङ्गस्य यद्गुणम् अपां संस्पर्शनात् पानात् स्नानात् तत्र महाधियः मुनयसिद्धिमायान्ति बाह्याभ्यन्तरक्षालिताः शुचिष्मन्दो भवन्त्येदे लोका सर्वे चराचराः आपशान्ताः सुशीताश्च मृदुगात्राः प्रियङ्कराः निर्मलारसवत्यश्च पुण्यवीर्या मलापहाः तथा सन्तत्वया ज्ञेया निषेव्याश्च प्रयत्नतः यथा वह्निप्रसङ्गाच्च मलं त्यजति काञ्चनं तथा सदां हि संसर्गात् पापं त्यजति मानवः सत्यवग्निप्रदीप्तश्च प्रज्वलेत् पुण्यतेजसा सत्येन दीप्त तेजास्तु ज्ञानेनापि सुनिर्मलः अत्युष्णोध्यानभावेन अस्पृश्य पापजैर्नरैः सत्यवह्ने प्रसङ्गाच्च पापं सर्वं विनश्यति तस्मात् सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया पापभारं परित्यज्य पुण्यमेवं समाश्रय सूत उवाच एवं पित्रा सुनीता सा दुःखिता प्रतिबोधिता नमस्कृत्य पितुःपादौ गदा सा निर्जनं वनं कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी मोहद्रोहौ च मायां च त्यक्त्वा एकान्तमास्थिता तस्या सख्यसमाजग्मुक्रीडार्थं लीलयान्विताः तां ददृशुर्विशालाक्ष्यसुनीधां दुःखभागिनीं ध्यायन्तीं चिन्तयानां ता मोजुश्चिन्तापरायणाः कस्माच्चिन्तसि भद्रे त्वमनया चिन्तयान्विता तन्नो वै कारणं ब्रूहि चिन्ता दुःखप्रदायिनी एकैव सार्थकी चिन्ता धर्मस्यार्थे विचिन्त्यते द्वितीया सार्थिका चिन्ता योगिनां धर्मनन्दिनी अन्या निरर्थका चिन्ता तां नैव परिकल्पयेत् कायनाशकरी चिन्ता बलतेजप्रणाशिनी नाशयेत् सर्वसौख्यं दुरूपहानिं निदर्शयेद् तृष्णामोहं तदा लोभमेतां चिन्ता हि प्रापयेद् पापमुत्पादयेच्चिन्ता चिन्तिता च दिने दिने चिन्ताव्याधिप्रकाशाय नरकाय प्रकल्पयेत् तस्माच्चिन्तां परित्यज्य चानुवर्तस्वशोभने अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु तदेव भुङ्क्ते सौ जन्तुर्ज्ञानवान् विचिन्तयेत् तस्माच्चिन्तां परित्यज्य सुखदुःखादिकं वद तासां तद्वचनं श्रुत्वा सुनीता वाक्यमब्रवीद इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेणोपाख्याने सुनीताचरितं नामत्रयत्रिंशोऽध्यायः ॐ